नमस्ते चल्ला भगिनि. नमस्ते भगिनि, वयं वेट् समये येन विधि तदन्तस्य पुनः एकवारं वदतु भगिनि. अहं न अवगतं महोदय. मया पूर्णतया अद्य अवकाशः न प्राप्तं श्रोतुम्. अग्रिमे सप्ताहे मे अहं वदामि. अस्तु, ओके, अस्तु भगिनि. अस्तु, अहमपि श्रुतवती अग्रिमे सप्ताहे पुनः अहं श्रोतुं वदामि. अस्तु, इदानीं वयं यङ्गन्त प्रक्रिया इति प्रचलन् अस्ति. वयं किं कुर्मः अत्र उद्घाटितम् अस्ति. ओके, सा अस्तु अकृतसारधातुको इति करपत्रं सा पूर्वं गुमापाता अस्तु अत्र अस्ति. अस्तु, सो आत्वं वयं कृतवन्तः गतसप्ताहे. सामान्य अस्ति तस्य के सन्ति अत्र भवती और अन्य कः कोऽपि भवती? अहम् अस्मि. अस्तु, सो आकारान्तधातव भवती वक्तुं शक्नोति का प्रक्रिया अस्ति? यथा वयं प्रथमं कोऽपि ग्लै ग्लै ग्लै इति स्वीकृतः भवती वदति. ग्लै ग्लै दातु प्रथमं सूत्र यङ् विधाने उपदेशे आदेशे उपदेशे सूत्रेण ग्लै स्थाने आकार आगच्छति. ग्ला भवति. निमित्तं कानि सन्ति आदेशे उपदेशे? ओ ओके, आदेशे उपदेशे अशिति. वयं द्वयं स्मः इति यदि वयं स्मरामः तर्हि पुनः स्मरणं भवति अस्माकं. साधु, सो आदेशे उपदेशे इति धातु उपदेशे अवस्थायां भवेत्. साधु, आदेश आदेश मीन्स् ऐ ऐ तत्र के वर्णाः सन्ति प्रत्याहारे? ए ऐ ओ औ. साधु, ते स्वीकृतम् अपि तस्य स्थाने अशिति अस्ति आदेशे उपदेशे शिति. प्रत्यय यदि परे शित् नास्ति, शित् नास्ति धातु उपदेशे अवस्थायां प्रत्यय परे शित् नास्ति. सो उपदेशे अतः यदि यङ् धातु अस्ति वा यदि रिच् अस्ति तदानीं या यक् अस्ति या कर्मणि या क्वचित् तत् आदेशे उपदेशे शिति. तस्य यदि ऐकार ऐकार ओकार अस्ति तत्र ऐकार ओकारस्य आत्वं भवति. आत् अस्ति साधु, आतात् आतादेश भवति. धातोरेखा च क्रियाभिसमहारे यङ् विधीयते. यङ् विधीयनन्तरं गा या इति सन्यन्तदातवः धातुसंज्ञा भवति. सन्नङ्गो इति सूत्रेण द्वित्वं भवति. धातु द्वित्वस्य पूर्वं वयं दृष्टवन्तः अङ्गकार्यं. अकृत् सार्वधातुकयो दीर्घः अत्र दीर्घः अस्ति पञ्जन्यवत् कार्यं तत्र निमित्तानि कानि सन्ति अकृत् सार्वधातुकयोः प्रत्यय अकृत् अस्ति अकृत् प्रत्यय सार्वधातुकप्रत्यय नास्ति चेत् तदेव दीर्घः भवति कितिङिति परे कितिङिति परे साधु कितिङिति अपि अस्ति परे अजन्ता दीर्घत्वं भवति साधु अत्र स गाय एव अवशिष्यति सन्न्यङ्गोसूत्रेण द्युत्तं भवति गा गाय हलादि अत्र हलादिशेषः गा भवति गा गाय तदनन्तरं ककारस्थाने जकार आगच्छति जकाय तदनन्तरं दीर्घो अक्यत् इति सूत्रेण सामान्यकारम् अभवत् दीर्घात् सूत्रेण दीर्घो अकित् सूत्रेण अकित् अभ्यासस्य दीर्घ आदेशः भवति यङ् परे जागाय योगः ते जागाय शप् ते प्रत्यय अर्पणेपदे अस्ति यागाय तदनन्तरं कर्तरि शप् इति आगच्छति अतो गुणे इति सूत्रेण पूर्वपरयोः पररूपम् आगच्छति यागायते इति रूपं गायति सुब्रह्मण्यं महोदय अपि अस्ति महोदय भगिनी मणिमहोदय पुष्पा भगिनी अपि पुष्पा भगिनी नमस्कारः महोदय नमस्कारः वयं पुनस्मरणं कृते सामान्य आकारान्तधातुस्य प्रक्रिया कृतवन्तः इदानीं वयं विशिष्ट आकारान्तधातुः अस्ति यथा घा घूमास्थापा गा जाहाता इत्यस्य पुनः स्मरणं कुर्मः गतसप्ताहे धा मा वयं कृतवन्तः भवान् धा धातु तस्य प्रक्रिया वदति वा किमस्ति विशिष्टसूर्यं विशिष्ट अत्र धातु अस्ति यत्र विशिष्टकार्यं भवति यत् भूमा स्था गा पा जाः स्थाम् अस्ति तस्मिन् सूत्रे परगणित ये धातवः अस्ति तस्य प्रक्रिया वयं गतसप्ताहे मा धातु कृतवन्तः तदनन्तरं ष्ठा अद्य कुर्मः किन्तु पुनः स्मरणार्थे इति झटिति आगच्छति मनसि किं भवति प्रत्ययः भवति धातोरेखा च भगादि क्रियासङ्ग्रहः इत्यनेन अनन्तरं गोमासा गा मा पा जहादि सां हलि इत्यनेन आकारस्य दीर्घत्वं भवति निर्दिष्टमस्ति धातोः धा धातु घूमास्था गा पा जाहादि सां हलि इत्यस्मिन् कारणे विशिष्टं धा धातु आकारान्तधातुः अस्ति चेत् दीर्घ ईकार आदेशः भवति कलादि कितिनिति आर्द्रधातु कुत्र अस्ति घू मा स्था गा पा जहात् ये उक्ताः सन्ति तेषां केवलं एतत् सूत्रं कार्यं करोति ईत्वम् आगच्छति आत्मस्य स्थाने किन्तु धा कुत्र दत्तं धा कुत्र लिखितमस्ति इत्यनेन दा धातुः भवति दाकारः अनन्तरं दा इति द्वयोः मध्ये षड् धातवः सन्ति अत्रैव कार्यं करोति. क्षम्यतां जस्ट् पुनस्मरणार्थं धन्यवादः. सम्यक् अस्ति मम चिन्तनं पूर्वं मम चिन्तनं नास्ति अस्मि धन्यवादः. अस्तु जि जि जि इति अस्ति अकृसारदत्को दीर्घत्यनेन दीर्घः बट् तदेव तिष्ठति. अनन्तरं पर्जन्यवात् अनन्तरं सन्यङ्गोः उच्चारणेन द्वितं भवति दि दि योः य. अनन्तरं सामान्यसम्प्रसारणं ह्रस्वः इत्यनेन दि भवति. अनन्तरं अभ्यासे चर्चा धन्यवादः. सामान्य अभ्यासकार्यं अत्र ह्रस्वः इत्यनेन ह्रस्व दि इति आगच्छति. अनन्तरं अभ्यासे चर्चेन चतुर्थ दाकारस्य तृतीया भवति दे दि दि इति. अनन्तरं दि इति अनन्तरं गुणयङ्लुकोः चेन अष्टापि एकम् अन्य सामान्यकार्यमपि अस्ति भवान् उक्तवान् अभ्यासकार्यं अभ्यासे चर्चा अपि अल्पप्राणकार आगति ह्रस्व इति ह्रस्व ह्रस्व भवति ह्रस्व ईकार पूर्वं ह्रस्वः अनन्तरम् अभ्यासे सच्च इत्यनेन अल्पप्राणान्तकार आदेशः. अनन्तरं विशिष्ट अभ्यासकार्यं दीर्घोक्तः. अनन्तरं गुणो यङ् लुको इत्यनेन गुणो भवति दे दीय इति रूपं भवति दे दीय. भगिनी एकः प्रश्नः अस्ति पर्जन्यवत् इति वदनेन किम् अर्थः? यथा धातु अस्ति यथा अङ्गं या धातु भवति प्रक्रिया कृत्वा तथैव अस्ति को परिवर्तनं न भवति तदस्ति पर्जन्यवत्. यथा धातु अस्ति तत् धाय अस्ति साधु धा तो अत्र धा आकार अस्ति यदा अकृतसार्वधातुकयो दीर्घ इति वदामः तु धा तस्य परिवर्तनं न भवति धा एव तिष्ठति तस्य पर्जन्यवत्. यदि धी भवति तद् धी इति अस्ति तत्र अपि पर्जन्यवत् अकृतसार्वधातुकयो दीर्घ इति सामान्य रूपं तिष्ठति. अस्तु सो मणि महोदय दे धि योग शप् योगते तत्र किं यङन्तधातु किम् अस्ति यङन्तधातु यङन्तधातु देदीय देदीय. अनन्तरं कत्री शप् ते इति योजनेन ङित्तस्य यङन्तधातु ङित्तस्य अतः आत्मनेपथ्यरूपं भवति सप् योग ते अत्र अधुगुणे इति सूत्रं कार्यं कृत्वा पूर्वपरयोः पररूपम् आदेशः दे दीयते इति अत्र अन्तिमरूपम्. बहु समीचीनम्. इदानीं ष्ठा धातु अस्ति अहं करोमि तदनन्तरं. ष्ठा धातु इति उपदेशकधातु वस्तुतः अस्ति. धातुपाठे ष्ठा लिखितमस्ति किन्तु वस्तुतः अस्ति शकार मूर्धन्यशकार तदनन्तरं दन्तीयथकार अस्ति ष्ठा अस्ति. तु अत्र उपदेशी अवस्थायां कार्यं द्वयं भवितुं शक्नोति. श्नाष्टुः वा अपि धात्वा आदेशः स कस्य प्रसक्तिः भवति, धातु आदेशः स इति षष्ठमध्यास्य सप्तसप्ताध्यायी सूत्रमस्ति, किन्तु श्नाष्टुः त्रिपादीसूत्रमस्ति. यदि त्रिपादीसूत्रमस्ति स तत् पूर्वता सिद्ध इति सूत्रेण परसूत्रम् असिद्धं भवति, अतः धातु आदेशः स कार्यं करोति. सो यदि मूर्धन्यषकार अथाय दन्तीयथकार अस्ति परे स्थाता, तत्र धातु आदेशः स आगत्वा मूर्धन्यषकारस्य स्थाने सकार आगच्छति, दन्तीयसकार. सो धातु भवति स्था. इदानीं यदि स्था अस्ति तत्र एकाचो धातो एकाचो हलादे क्रिया संहारे अनेन यङ् विधानं यदि अस्ति तत्र अङ्गकार्यं भवति, अकृतसार्वधातुको अनेन दीर्घ हलि परे. सो तत्र अकित् अस्ति यङ् धातु अकित् अस्ति, कित्निद् अस्ति, सार्वधातुकमपि नास्ति, अतः तस्य प्रसक्तिः भवति, पर्जन्यवत् भवति, तु स्था एव तिष्ठति. इदानीं भूमा स्थापा जाहाति सां हलि, अस्मिन् स्था धातु उल्लिखित अस्ति, अत्र तस्य कार्यं भवति, तस्य कार्यं भूत्वा आकारस्य स्थाने ईकार आदेश भवति. सो स्था स्थाने ई आगच्छति, स्थीय इति भवति, तदनन्तीय इति धातुसंज्ञा भवति. यदि धातुसंज्ञा भवति सन्नात्यन्तधातु अनेन इदानीम् अङ्गकार्यं प्रचलति. अङ्गकार्यं स्थीय यदि अस्ति इदानीं संज्ञो अनेन द्वित्वं भवति. द्वित्वं भवति कस्य? हलादे प्रथम एकाच्य द्वित्वं भवति स्थीय यदि अस्ति. स्थीय यदि भवति तत्र धातो एकाचो हलादि स्थी इति एकाच धकारस्य उत्तरवती ईकार. सो प्रथम स्थी इत्यस्य भवति द्वितं. सो स्थी स्थीयति इति भवति स्थी स्थीय. इदानीं सामान्यकार्यं यत् अस्ति तत्र षर् पूर्वखर अस्ति. सो षर् पूर्वखर यदि अस्ति तत्र सकार अस्ति षर् तस्य खय यदि अस्ति थकार. सो थकार अवशिष्यते ये खर्पूर्व सन्ति तस्य शर्पूर्व सन्ति तेषां लोप भवति. सो इति अवशिष्यते थी स्थीय थी स्थीय इति अवशिष्यते इदानीं थी स्थीय. तदनन्तरं ह्रस्वनेन इकार भवति तु थ् स्थीय इति भवति. यदा थ् स्थीय भवति तदनम् अभ्यासे चर्चनेन थकारस्य स्थाने थकार आगच्छति तु थ् स्थीय इति भवति. इदानीं विशिष्टकार्यं भवति दीर्घोकित आगच्छति. दीर्घोकित अनेन ती स्थीय भवति इकार आगच्छति. ती स्थीय गुणो यङो लुको अनेन इकारस्य एत्वं भवति गुण भवति. सो इति भवति ते स्थीय. इदानीं ते स्थीय द्वयो मध्ये तकार एकार सकार अस्ति. सो आदे च प्रत्ययो अनेन किं भवति सकार परे अस्ति एकार अस्ति इण्को अस्ति. सो सकारस्य मूर्धन्यषकार भवति ते स्थीय भवति स्थीय. इदानीं षकार थकार तयो मध्ये पुनः स्नाष्टुः अनेन थकारस्य ठकार भवति. सो निष्पन्नं भवति यङन्तधातु भवति ते स्थीय इति अस्ति यङन्तधातु. इदानीं लट् विवक्षा अस्ति तो शप् कर्तरि शप् विधानं भवति ते क्षम्यतां, प्रथमं ते आगच्छति आत्मनेपदि धातु, आत्मनेपदि सिद्धतिङ्प्रत्यय ककारणकि यङ् इति ङित् अस्ति, तो ते ष्ठीय योगते कर्तरि शप् विधानं, तो तत्र शप् इति अवशिष्यते, तो तेष्ठीय योग अयोगते तत्र गुणो अतो गुणे अनेन पूर्वपरयो पररूपं तिष्ठति, सो तेष्ठीयते इति निष्पन्नं भवति. कोऽपि प्रश्नः अस्ति? महोदय मणिमहोदय अस्तु, अग्रे गच्छामः, सरामः. पुष्पा भगिनी, भवती गा धातु कर्तुम् इच्छति वा? अस्तु भगिनि, गा धातुः यङ् विषये अत्र गा गा इति आगच्छति, गा गा यकारः गा गाय इति पूर्वे गागा कथं भवति? प्रथमतया कार्यं करोति. द्विवारं कथं भवती उक्तवती? केवलम् एकवारं भवति न? गायोग यङ् गायोग यङ् अत्र तत् सूत्रं मया मनसि नास्ति भगिनि. प्रथमतया प्रथमसूत्रं अकृत्सार्वधातुकयोः तद् कार्यं करोति न? तद् कारणात् घी आगच्छति न? गानो घी भवति अकृत्सार्वधातुकयोः इत्यनेन सार्वधातुकयोः दीर्घः तद् तद्दीर्घः न तत् तत् न कार्यं करोति भगिनि. ओ गा एव तिष्ठति, पर्जन्यवतिष्ठति. अकृसार्वधातुकयोः दीर्घः इत्यनेन गा एव तिष्ठति. अस्तु, परे तु तद् कार्यं करोति, गुमास्ता गा पा जहाति पां जलि इत्यनेन घी आगच्छति, गा तु घी परिवर्तनं कुरु अस्ति. परे संज्ञो इत्यनेन इति आगच्छति, परे ह्रस्वः आगच्छति, ह्रस्वः तु तदपि भवति ह्रस्व भवति गिगीय तत्र जकारः नागच्छति वा? सूत्रं किम् अस्ति जकार? चोः कुहो कुहोचु कुहोचु कुहोचु कुहोचु सम्यक् क्षमता कुहोचु तत् कारणात् जकारः आगच्छति, जगी अतोगुणे ते जिगीयते अतोगुणे इत्यनेन न भगिनि जिगीय इदानीं विशिष्टकार्यं भवति साधु क्षम्यतां गुणकार्यमस्ति तत्र गुणकार्यस्य पूर्वं किं भवति दीर्घोक्त ओ दीर्घोक्त तद् न अकृत सार्वधातुको अभवत् साधु इदानीं विशिष्टकार्यम् अभ्यासस्य विशिष्टकार्यम् अकृतसार्वधातुको अङ्गकार्यम् अस्ति अत्र दीर्घो अभ्यासवर्णं किम् अस्ति दीर्घोक्तः कित् अस्ति चेत् अत्र अकित् अस्ति दीर्घो अकितः अस्ति चेत् दीर्घः आगच्छति इति दीर्घः कुत्र अभ्यासस्य दीर्घः भवति अभ्यासस्य दीर्घः अभ्यासवर्णं किम् अस्ति जि अस्ति ह्रस्व परे तु गुणकार्यम् आगच्छति केन सूत्रेण सूत्रम् अस्ति गुणोयङ्लुको गुणोयङ्लुकोः इत्यनेन इति भवति यङन्तधातु अस्तु इदानीं लट् विवक्षा अस्ति तु किं भवति योगः ते अत्र शप् आगच्छति अतो गुणे इत्यनेन पूर्वपरयोः पररूपम् आदेशः जेगीयते इति बहु समीचीनम् अत्र कुहोचुः कार्यं न करोति वा यकारः भवति सः कारस्य किं कुहोचुः गकारस्य पूर्वमेव उक्तवान् कृत्वा तदनन्तरं कुहोचु उक्तवती अस्तु जे गीयते इति रूपं भवति इदानीं अरुणभगिनी भवती वर्गे अपि कृतवती हा धातु स्वीकरोतु तदनन्तरं मणिमहोदय हा धातु एका च धातु अस्ति धातोरेकाचो हले दे हलादेः क्रियासमाभिहारे इति सूत्रे यङ् विधीयते हाय अनन्तरं धातुसंज्ञा भवति सनन्द सनादन्तः धातवः इति सूत्रेण तदनन्तरं अकृत् सार्वधातुकयो सूत्रेण दीर्घः भवति पर्जन्यवत् कार्यं न अत्र सामान्यमेव हाय तद् संज्ञङ्गदातो संज्ञङ्गूमस्ति कूमस्ता गा पा जहाति सां हलि इति सूत्रेण आकारस्थाने इत्थं भवति हीया इति रूपं हीय द्वित्वं भवति संज्ञङ्गेन हीय हलादिशेषः भवति साधु तदनन्तरम् अभ्यासे कुहोश्चु सूत्रेण हि स्थाने प्रथमं झ आगच्छति तदनन्तरं जकार आगच्छति. जि झरति भवति कुहोचिवनेन, तदनन्तरम् अभ्यासे चर्च भवति. ओ अभ्यासे चर्च, ओके. अभ्यासे यजस्तं भवति जिषीय अनन्तरं दीर्घं हस्व अस्ति, दीर्घं भवति भवती हस्वं कथं करोमि जिजीय भवति. ओ अहं कृतं पूर्वमेव कृतवती. दीर्घो अखित् इति सूत्रेण दीर्घ आगच्छति. जि हिय गुणो यङ्को इति सूत्रेण जेहिय जेहिय इति आर्धदातुकशेषसूत्रेण यङ् अस्ति नित् अस्ति चेत् आत्मनेपदे प्रत्यय आगच्छति. ते जेहीयते जेहीय योगः शप् यो कत्र शप् आगच्छति. जेहीय अकार्थे अतो गुणे इति सूत्रेण पूर्वपरिहो पररूपम् आगत्वा जेहीयते इति रूपनिष्पादनं. वेरि समीचीनम् अस्तु. मणिमहोदय भवान् शोधातु करोतु. अस्तु शो धातुः धात्वादि सः सः इति न शकार शो स्थाने सो भवति. अनन्तरम् अत्र आदेश उपदेशे सिद्धि इत्यनेन आत्वं भवति ओकारस्य सा इति भवति. इदानीं धातुरेखाचे हलादिक्रियासङ्ग्रहेन यङ् भवति. अनन्तरं गोमास गामप जगादिसामित्येन आकारस्य ईकारः भवति सि इति रूपं सि यः अत्र अक्रसारजातक दीर्घः इत्यनेन कार्यं करोति परन्तु पर्जन्यवत् भवति. सि यः य इदानीम् अङ्गकार्यम्. अनन्तरं सन्यङ्गः इत्यनेन द्वितं भवति सि सि य इति. इदानीम् अभ्यासकार्यं सामान्याभ्यकार्यं ह्रस्व इत्यनेन दीर्घस्य सि सि सि य इति रूपं भवति. अनन्तरं विशेष अभ्यासकार्यं दीर्घकृतः इत्यनेन अभ्यासे दीर्घत्वं भवति सि सि य. इदानीं गुणो यङ्लुको इत्यनेन सि स्थाने से आदेशः से शीय इति. इदानीम् आदेशप्रत्ययः इत्यनेन इन्को वर्णः एकारः इन्को वर्णः अधः तस्य परे सकारः शकारः भवति अधः दे शीय इति रूपम् आत्मनेपदरूपं भवति. अधः दे से से शीय यहते से शीयते पुष्पा भगिनी पा धातु करोति वा? वयं न कृतवन्तः. भगिनी भवती अस्ति? अस्मि अस्मि. पा धातुः पा यङ् अत्र पाया इति अस्ति. परे तु अकृत्सार्वधातुकयोः दीर्घः इत्यनेन पि आगच्छति. पि योगः या पिया तिष्ठति पा एव तिष्ठति दीर्घ क्षम्यतां क्षम्यतां दीर्घः एव तिष्ठति. गुमास्ता पा जहाति जहाति जहाति सां हलि ईकारः आगच्छति, परिवर्तनं पातु पि आगच्छति, पि या इति संज्ञो इत्यनेन द्वित्वम् आगच्छति. सम्यक् सम्यक् सम्यक् पिपीय अत्र ह्रस्वः आगच्छति, पिपीय परे तु दीर्घोक्षितः इत्यनेन पि पिपीय एव आगच्छति. परे गुणो गुणयङ्लुको तत् तत्कारणात् गुणः आगच्छति, तत्तु गेगीय ऐ मीन् पा पेपीय क्षम्यतां पेपीय पेपीय ते शप् शप् शप् इत्यनेन अकारः अस्ति, ते ते तु अतोगुणे इत्यनेन पूर्वपरयोः पररूपम् आदेशः पेपीयते. साधु समीचीनं भवति, बहु सुन्दररीत्या कृतवती इदानीम्. अस्तु अरुणा भगिनी अग्रे पठति वा? घ्राद्मा इति दोधातु. ओ क्षम्यताम्, आं भगिनि. घ्राद्मा इति द्वाल् धातु, तदेव भगिनि? आमां. घ्राध्मा इति द्वयोः द्वा धात्वोः आकारस्य ईकारादेशो भवति यङीपरे. घ्राधातु योगः यङ् ई घ्राध्मोः इति सूत्रेण आकारस्थाने ईकारादेशः भवति. घ्री योगः यङ् घ्रीय सन्नदन्तधातोः सूत्रेण धातुसंज्ञा सन्नाङ्गो इति सूत्रेण द्वित्वं भवति. घ्री घ्रीय अकृत्सारेण ईकार भवति अत्र ईघ्रात्मोः तत् सूत्रं पठति. ओके, ईघ्राद्मोः सप्तमध्याये चतुर्थपादे एकत्रिंशत्तमं सत्रं घ्राद्मा इति धातोः अन्त्य आकारस्य स्थाने ईकार आदेशः भवति यङि परे. अनुवृत्तिसहितसूत्रं घ्राद्मोः अङ्गयो अलोन्तस्य इत्यनेन धातुरूप्य अङ्गस्य अन्तिमवर्णस्य स्थाने ईकारादेशः न तु पूर्णतया अङ्गस्य. ग्राश्च द्माश्च ग्राद्मौ तयोः ग्राद्मोः ई लुप्त्य प्रथमाकं पदं ग्राद्मोः षष्टिद्विवचनान्तं द्विपदमिदं सूत्रं यङि च इत्यस्मात् यङ् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं ग्राद्मोः अङ्गयोः ई याङ्गि अत्र द्वे द्वौ धातः धातौ स्तः तत् ग्राद्मा धातोः अन्य आकारस्य स्थाने एकार आदेशः भवति यङ् परि. अपि द्वयोः मध्ये भेदम् अस्ति वा? घूमापासा अपि ईघ्राद्मस्ति सूत्रेण अत्र घ्राद्मा नास्ति भगिनि, अत्र नास्ति न समान अस्ति, किन्तु तत्र न उक्तम् अस्ति घूमादात्वा या अहं न जानामि कथं तत्र यथा महोदय उक्तवान् गतसप्ताहे यदि अनुवृत्ति भवति तत्र उपरि कस्मिन् तत्र भिन्न अध्याये आगच्छति सप्त अष्टाध्याय अनुवर्तिवशात् अस्तु तु भवती घ्रा धातु करोति हा भगिनि घ्रा धातु यङ् धातोरेकाचो हलादेः क्रियासमव्यवहारेति सूत्रे यङ् विधीयते तदनन्तरं धातुसंज्ञा भवति संज्ञातवहेन ग्रावहय प्रथमम् अकृत्सार्वधातुकयोः इति सूत्रेण अकृत्सार्वधातुयो दीर्घः सूत्रेण पर्जन्यवत् न पर्जन्यवत् प्रवर्तनं न भवति ग्राय ईग्रात्मोः इति सूत्रेण ग्रा आकारस्थाने अन्त्य आकारस्थाने एकार आगच्छति अलवन्तस्थेति परिभसूत्रेण एकारस्य एव आकारस्य स्थाने एव ईकारादेशः भवति सो ग्रीय संज्ञो इति सूत्रेण द्वित्वं भवति क्री घ्रीय प्रथमं हलादि ह्रस्वः भगिनि घ्री ह्रस्वः इत्युक्ते घ्री घ्रीय अभ्यास चर्च हलादिशेष करो परं ओ रेफा अपि अपि गच्छति भगिनि हलादिशेष रेफा अपगच्छति ओके घ्री इति घ्रे भवति तदानीं हलादिशेषणेन रेप अपगच्छति सो घृ घ्रीय भवति तदनन्तरं कुहोचुः इति सूत्रेण जकार आगच्छति घकारचेतने झकार चतुर्थवर्ण आगच्छति न प्रथमं झकार तदनन्तरम् अभ्यास चेतेन अल्पप्राण जिघ्रीय तदनन्तरं कार्यं भवति न विशिष्टकार्यम् ओ ओ ओके ओके धातोर् दीर्घोकितः इति सूत्रेण दीर्घ भवति जी घ्रीय गुणो यङ् लुकोः सूत्रेण यत् गुण भवति जे घ्रीयायोः ते कत्तरिषप् आगच्छति जे घ्रीया आयोः ते अतो गुणे सूत्रेण पूर्वपरयोः पररूपं जे घ्रीयते इदानीं द्वयोः मध्ये किम् अस्ति अत्र घ्राद्मा इति संयुक्त आकारान्त अस्ति पूर्वं यत् अस्ति गा पाः केवलम् एका च एव अस्ति अत्र संयुक्तं तत् भेदः अस्ति द्वयोः मध्ये पुष्पा भगिनी ध्मा करोति कर्तुमिच्छति वा ध्मा धन्यवाद प्रयत्नं करोमि ध्मा अत्र ध्मा मायङ्ग् अस्ति तत्र अकृत् सार्वधातुकः आगच्छति न तदेव तदपि आगच्छति तथैव तिष्ठति ई ग्राद्मोः इत्यनेन ईकारः आगच्छति तत्र स्थाने किम् अस्ति स्थाने किम् अस्ति ईकारः कुत्र आगच्छति आकारस्य स्थाने ईकारः आगच्छति आदेशः भवति. अस्तु, आदेशः आदेशः इकारादेश द्वि द्वियोगः यङ् अत्र संयुक् इत्यनेन संयङ् इत्यनेन द्वित्वम् आगच्छति. द्वि द्विया अत्र मकारस्य लोपः भवति न भगिनि? आमां. सूत्रं सूत्रं सूत्रं हलादिशेषसूत्रं किं वदति? आदिमहल् आदिमहल् हल् एव तिष्ठति. आदिमहल् एव तिष्ठति. आदिमहल् किम् अस्ति? दकारः. अत्र अभ्यासे चर्चा इत्यनेन किं भवति अवशिष्यति यदा मकार अपगच्छति? ह्रस्वः आगच्छति न अभ्यास पूर्वं पूर्वम् इदानीं ह्रस्व आगच्छति. ओ दिग्मीय परे तु परे एतदेव न इदानीम् अन्यं कार्यमस्ति न द्विमीय अस्ति इदानीं किं भवति? अभ्यासे चर्चा. आम् अभ्यासे चर्चा तत्तु दि अल्पप्राणकारः आगच्छति. दिग्मीय अत्र दीर्घः पुनः आगच्छति न? दीर्घोकित दीर्घोकितः. आम् दीर्घोकितः तत्र दीर्घोकितः इत्यनेन दीर्घोकित कस्य दीर्घ भवति? उपदान पूर्व दकारस्य किं तस्य संज्ञा किम् अस्ति पूर्वधकारस्य? अभ्यास अङ्गस्य दीर्घत्वं भवति. दीर्घत्वं भवति दीर्घीय अस्ति. वेरि गुड्, धन्यवादः. मणिमहोदय, भवान् ज्या इति पठति तदनन्तरं विवरणं करोति. ज्या धातुः ज्या धातोः सम्प्रसारणं भवति पितिवी इति प्रत्ययपरे. ज्या योः यङ् ग्रही ज्या वै व्यधि वसति वच्छति वृच्छति पृच्छति वृजति नाम इति च इत्यनेन सम्प्रसारणं भूत्वा ज इ आ योग य इति सम्प्रसारण च इत्यनेन सम्प्रसारण सम्यकः वर्णात् परे अच् अस्ति चेत् पूर्वप्रयोग पूर्वमादेशः अतः जि योग इ इति अलः इत्यनेन अङ्गव्यवहार अलः यत् उत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घादेशः अतः जि योह य द्वित्यभ्यासकार्यं जि जि योह य गुण यङ्लुकोः इत्यनेन अभ्यासस्य गुणः भवति यङि जे जि य इति यङ्गन्धधातु जे जीयते इति. अस्तु, प्रथमं सूत्रं पठित्वा तदनन्तरं प्रक्रिया करोतु. विचार सम्यक् भवति. अस्तु, ग्रहि ज्या वै व्यधि वसति वृच्छति पृच्छति पृच्छति वृजति नम् इति च सो ग्रह ज्या वै व्यद् वस् व्यच् व्रच् प्रच् व्रच् येषां सम्प्रसारणं भवति द्वितीयनीति प्रत्यभरे इतरेतरदण्डः षष्ठीभक्तौ ग्रही ज्या वै व्यधि वस्ति विच्छति वृच्छति पृच्छति मृजदीनां षष्ठ्यन्तम् इति सप्तम्यन्तं च अग्रपदं त्रिपदं इदं सूत्रं वचि स्वपि अजादीनां किति इत्यस्मात् किति इत्यस्य अनुवृत्तिः शं सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः अनुवृत्तिसूत्रं ग्रहि ज्या वै व्यधि वसति विच्छति वृच्छति पृच्छति मृजदीनां गिति इति स सम्प्रसारणम् सूत्रं वदति ग्रह ज्या वै व्यद् वस् व्यच् व्रच् प्रच् ब्रच् इति धातूनां सम्प्रसारणं भवति कितिमिति प्रत्ययपरे इति वदति सूत्रं अतः ज्या धातुः यङ्गन्धस्य रूपं भवति योजनं भवति अतः अत्र ज्यायस्य स्थाने कथं सम्प्रसारणं भवति इत्युक्ते तदेव अहं वक्तुं करणीयं हलः वा अस्तु अङ्गयवात् हलः यत् उत्तरं सम्प्रसारणं तदन्तङ्गस्य दीर्घो भवति यः हल् वर्णः अङ्गस्य अवयवः तस्मात् परे सिद्धं यत् अङ्गन्धं सम्प्रसारणं तस्य दीर्घत्वं भवति हलः पञ्चम्यन्तम् एकपदम् इदं सूत्रं येन उद्दिष्टन्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारणसम्यकः वर्णः अस्ति अच्च अलोन्त्यस्य इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादिशः सम्प्रसारणस्य इत्यस्मात् सम्प्रसारणस्य इत्यस्य अनुवृत्तिः द्रौलपे पूर्वस्य दीर्घवर्णः इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्मात् इत्यस्य अधिकारक अनुवृत्तिसूत्रम् आलः सम्प्रसारणस्य सम्प्रसारणस्य अङ्गस्य दीर्घः हलः सूत्रं वदति यदा सम्प्रसारणस्य वर्णस्य पूर्वं हल् वर्णः अस्ति अथवा हल् वर्णस्य अनन्तरं सम्प्रसारणवर्णः अस्ति चेत् तस्य सम्प्रसारणस्य दीर्घो भवति इति अनन्तरं जातिरूपं कथं भवति इति वक्तुम् अस्तु ज्या योः यम् अत्र ज्या इत्यस्य स्थाने याकार या अस्ति अत्र सम्प्रसारणं भवति इ इति अतः अनन्तरं सम्प्रसारणच इति सूत्रम् अत्र कार्यं करोति इयोः अत्र सम्प्रसारणश्च इति सूत्रेण पूर्वपरयोः आकारः अचुवर्णः अतः पूर्वपरि ईकार सम्प्रसारणवर्ण ईकारः पूर्वपरयोः पूर्वरूपम् आदेशः इत्यनेन ईकारः एव तिष्ठति आदेशः ईकारः एव आदेशः अतः ज योः इ इत्यस्य मेलनेन जि योः य इति रूपं भवति इदानीं हलः इति सूत्रं कार्यं करोति जकारस्य परे सम्प्रसारणवर्ण इ अस्ति अतः जि स्थाने ह्रस्वस्थाने दीर्घत्वं भवति जि योः य इदानीं सन्यङ्गः इत्यनेन दीर्घत्वं नाम दीर्घत्वं जीजीय इति इदानीं विशिष्ट सम्प्रसारणं संहितां सामान्य अभ्यासकार्यं ह्रस्वः इत्यनेन जीजीय इति अनन्तरं विशिष्ट अभ्यासकार्यं दीर्घोक्तः जीजीय इति रूपं भवति गुणो यं लुकोः इत्यनेन जि स्थाने अभ्यासस्य स्थाने गुणो भूत्वा जे इति जे जीयते जे जीयति यङ्गन्धरूपं अनन्तरं नित्यस्ति अधः आत्म आत्मनेपतिरूपं भवति जे जीयोः सप् यः ते अत्र अधोगुणे इति सूत्रं कार्यं कृत्वा पुरुपरयोः पररूपम् एव आदेशः अधः जे जीयते इति अन्तिमरूपं भवति भगिनि. कोऽपि प्रश्नः अस्ति वा अरुणा भगिनी पुष्पा भगिनी? न भगिनि अवगत अवगतवती वा पुष्पा भगिनी? भवती अवगतवती साधु हल् इति दीर्घोकित अपि आगच्छति वा? हलः इति अङ्गकार्यम् अस्ति तत्र सम्प्रसारणं भूत्वा हल इति सम्पूर्ण अङ्गकार्यं भवति. तदनन्तरं दीर्घोकित यदि अभ्यासस्य कार्यं भवति. हल इति अङ्गकार्यम् अस्ति सम्प्रसारणानन्तरं यथा जि जी इति भवति खलु तत्र जि तत्र अङ्गकार्यं तु सम्प्रसारणम् इत्युक्ते किं सम्प्रसारणम् इत्युक्ते किं सम्प्रसारणम् इत्युक्ते यकारस्य वकारस्य उकारः तद् अपि अपि ऋकारस्य न अर् अस्ति चेत् ऋकारः समीचीनम्. अग्रे अरुणा भगिनी व्ये व्ये दातु भगिनि. वयं कृतवन्तः साधु वर्गे साधु व्ये अपि एकनिमिषं भगिनि. व्ये धातुः व्ये धातोः सम्प्रसारणं भवति यङि परे. व्ये योगः यङ् आदे च उपदेशयिष्यति इति सूत्रेण एचः आत्वं भवति. व्या योगः या स्वपिष्यं इत्येन सम्प्रसारणं वा युगः इ वा इ आ युगः या न सम्प्रसारणे सम्प्रसारणम् इत्येन सम्प्रसारणपरे पूर्वस्थितस्य सम्प्रसारणं न भवति. वा इ आय सम्प्रसारण च इत्यनेन सम्प्रसारणसंज्ञकवर्णात् परा च अस्ति चेत् पूर्वपरयोः एकरूप पूर्वरूपम् आदेशः भवति. तथा वि एव वि युगः या हलः इत्यनेन अङ्ग अवयवात् हलः यदुत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घ आदेशः भवति. वि युगः या द्वित्वाभ्यासकार्यं वि युगः या गुणो यङ्लुके इत्यनेन अभ्यासस्य गुणो भवति. यङि वेवीय इति यङ् धातुः वेवीयते इति सूत्रं पठतु. स्वपि स्यामि व्यङ् व्येङ्गां यङि स्वप् स्यं व्येङ् इत्येषां धातूनां सम्प्रसारणं भवति यङि परे. स्वपिश्च स्यमि समिश्च व्येङ् च इत्येषाम् इतरेतरद्वन्द्वः स्वपि स्यमि व्येङ् व्येङ्गः तेषां स्वपि स्यामि व्येङ्गां स्वपि स्यामि व्येङ्गां षष्ट्यन्तं यङि सप्तम्यन्तं त्रिपदवेदं सूत्रं शङ्गः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं स्वपिस्यामि व्येङ्गं सम्प्रसारणं यङ्गि सूत्रं वदति स्वप्स्यं व्येङ् धातूनां सम्प्रसारणं वदति यङ् परे प्रक्रिया वदतु किं भगिनि कथं भवति वदतु द्वे धातु प्रथमं धातोः एकार अस्ति आदेश उपदेशयिष्यति इति सूत्रेण एकारस्थस्थाने आकार आगच्छति व्या भवति व्यायव्ययं धातोरेकाचो हलादिक्रिया समाभिः व्या भवति तदनन्तरं यङ् विधीयते केन सूत्रेण इति चेत् धातोरेकाचो हलादे क्रियासमाभिहारे यङ् इति व्याय अत्र धातुसंज्ञा भवति कृत् सार्वधातुक धातुकयोः दीर्घः सूत्रेण पर्जन्यवत् कार्यं न परिवर्तने कोऽपि नास्ति नूतनसूत्रमस्ति स्वपि स्यामि व्याङ्गां यङ्गि इति सूत्रेण सम्प्रसारणं भवति अत्र वकार यकार अपि सम्प्रसारणवर्णाः वर्णौ परन्तु न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण प्रथमसम्प्रेण सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणवर्णस्य सम्प्रसारणं न भवति ततः वा एव अवशिष्यति वा इ यौ आ यौहय सम्प्रसारण च इत्यनेन अच् अस्ति सञ्ज्ञक सम्प्रसारणसंज्ञकवर्णात् अच् अस्ति चेत् पूर्वपरयोः पूर्वरूपम् आदेशः भवति वि युगाय हलः इति सूत्रेण अङ्ग अव्यवात् हलः उत्तरं सम्प्रसारणं तदन्ताङ्गस्य दीर्घ आदेशः भवति वि सम्प्रसारं वर्णं किम् अस्ति इ भगिनि वियोगय तत्र सम्प्रसारण वर्णं किम् अस्ति सम्प्रसारणवर्णन वि न वर्णद्वयं द्वयमस्ति वि स तु वकार इकार इकार इकार इति सम्प्रसारणवर्णः हल्लव अस्ति साधु वि भवति वि निमित्तं किम् अस्ति हल इति सूत्रस्य हल् उत्तरस्य सम्प्रसारणवर्ण अपि अस्ति हल् वर्णः परे पूर्वं सम्प्रसारणवर्णः कार्यं किं भवति तदनन्तरं तदनन्तरं विवि अत्र भगिनि अभ्यासकार्यं न कोऽपि न वा सम्प्रसारणकार्य अहं हल एव पृच्छन्ती अस्मि वकार हल् अस्ति ईकार सम्प्रसारवर्णः अस्ति सा तु भवती उक्तवती निमित्तम् अस्ति हल् वर्ण पूर्वं भवेत् सम्प्रसारणवर्णः तदनन्तरम् अङ्गमपि तस्य अन्ते अस्ति सम्प्रसारणवर्णः अङ्गस्य अन्ते अस्ति वि इति अङ्गमस्ति साधु तद् दीर्घं भवति सम्प्रसारणवर्णस्य केवलं लुक् हलादिशेष हश्वः करणीयं न इदानीं दधि यदा वि य भवति इति अस्ति इदानीं भवति सनाद्यन्तधातु धातु इति संज्ञा तदनन्तरं संज्ञो अनेन भवति ओके वीय हलादिशेषः सूत्रेण हर्षव इकार विवीय दीर्घोकित सूत्रेण विवीय गुणो यङ्लुकोः सूत्रेण गुण भवति वेवीय वेवीय योगः ते कर्तृशप् आगच्छति अतो गुणे सूत्रेण पूर्वप्रयोः पररूपं विवीयते वेवीयते साधु अन्तिमं यत् वाक्यमस्ति तदपि पठतु स्वप्नेति स्वप् ं च वचिष्वपि यजादीनां किचि इत्यनेन यङि परे सम्प्रसारणं न भवति स्म अतः पृथक्तया विशिष्टसूत्रम् अपेक्षितम् आसीत् अवगतं खलु वयं वरं कृतवन्तः वचि व्यपि किन्तु तत् किति यदि तथा अथवा तत्र सम्प्रसारणं भवति साधु मणिमहोदय भवान् जानाति वा अत्र अधः अधः शब्दातुः द्वयोः स्थलेषु नित्प्रत्यय परे अपि कित्प्रत्यय परे अपि सम्प्रसारणं भवति भवति धन्यवादः स्वप् इति धातुः अस्ति किल तत् धातुः यङ् परे न कार्यं सम्प्रसन्नं न भवति अधः स्वपि इष्यामि व्यञ्जां यङि इत्यनेन सम्प्रसन्नं भवति परन्तु कित् अस्ति चेत् वचि स्वपि अजादीनां किति इति सूत्रेण अपि द्वयो भवति अत्र केवलं कित् अस्ति वचि स्वपि यजादीनां यङ् धातु इति ङित् अस्ति तु अत्र नूतनं सूत्रम् आवश्यकं यदि ङित् परे अस्ति तत् अतः नूतनं स्वपि स्वमी वेण्या अनेन सूत्रं पृथक्तया कृतम् अस्ति अवगतवती आम् साधु धन्यवादः तावत्पर्यं कृतवन्तः कोऽपि प्रश्नः अस्तु शुभरात्रि धन्यवादः सर्वेषां शुभरात्रि